अथ व्यवस्थितान् दृष्ट्वा धार्तराष्ट्रान् कपिध्वजः प्रभृति शस्त्रसम्पाते धनुरुद्यम्य पाण्डवः ऋषिकेशं तदा वाक्यम् इदमाह महीपते अर्जुन उवाच सेनयोरुभयोर्मध्ये रथम् स्थापयमेच्युत यावदेतान् निरीक्षेऽहम् योद्धकामानवस्थितान् कैर्मय्या सह योद्धव्यम् अस्मिन् रणसमुद्यमे योज्यमानान् वेक्षेऽहम् येतेऽत्र समागतः धार्तराष्ट्रस्य दुर्बुद्धे युद्धे प्रियचिकीर्षवः सञ्जय उवाच एवमुक्तो ऋषिकेशो गुडाकेशेन भारत सेनयोरुभयोर्मध्ये स्थापयित्वा रथोत्तमम् भीष्मद्रोणो प्रमुखतः सर्वेषाम् च महीक्षिता उवाच पार्थ पश्यैतान् समवेतान् कुरुनिति तत्र पश्यन्ति तान् पार्थ पितृनः पितामह आचार्यान् मातुलान् भ्रातॄन् पुत्रान् पौत्रान् सखींस्तथा श्वशुरान् सुहृदश्चैव सेनयोरुभयोरपि तान् समीक्षा स कौन्तेय सर्वान् बन्धून्वस्थितान् कृपया परया विष्टो ऋषिदन्निदमब्रवी अर्जुन उवाच दृष्टे मम स्वजनम् कृष्ण युत्सुम् समुपस्थितम् सीयन्ति मम गात्राणि मुखम् च परिशुष्यति बेपथुश्च शरीरे मे रोमहर्षश्च जायते गाण्डीवम् शंसते हस्तात् त्वच्चैव परिदह्यते न च शक्नोम्यवस्थातुम् भ्रमतीव च मे मनः निमित्तानि च पश्यामि विपरीतानि केशव न च श्रेयोनुपश्यामि हत्वा स्वजनमाहवे न कांक्षे विजयम् कृष्ण न च राज्यम् सुखानि च किम् नो राज्येन गोविन्द किम् भोगैर्जीवितेन वा येषा मर्ते काङ्क्षितम् नो राज्यम् भोग सुखानि च तैमेव स्थिता युद्धे प्राणांस्त्यक्त्वा धनानि च आचार्यः पितरः पुत्रः तथैव च पितामहः मातुला श्वशुरा पौत्रः शालः सम्बन्धिनस्तथा एतान्नाहन्तुमिच्छामि नलोऽपि मधुसूदन अपि त्रैलोक्यराज्यस्य हेतुः किम् नो महि कृते निहत्य धातराष्ट्रान्नः का प्रीति स्याज्जनार्दन पापमेवाश्रये अस्मान् हत्वेतानाततायिनः तस्मान्नार्हा वयम् हन्तुम् धातराष्ट्रान् स्वबान्धवान् स्वजनम् हि कथम् हत्वा सुखिनः स्याम माधव यद्यप्येते न पश्यन्ति लोभोपहत चेतसः कुल मूलक्षयकृतं दोषं मित्रद्रोहे च पातकम् कथं न ज्ञेयमस्माभिः पापादस्मान्निवर्तितुम् कुलक्षयकृतं दोषं प्रपश्यद्वीजनार्दन कुलक्षये प्रणश्यन्ति कुलधर्मा सनातनः धर्मे नश्ये कुलं कृत्स्नम् अधर्मोऽभिभवत्युत अधर्माधियः कृष्ण प्रदुष्यन्ति कुलस्त्रियः स्त्रीषु दुःशासुवा स्नेय जायते वर्णसंकरः संकरो नरकायैव कुलज्ञानं कुलस्य च पतन्ति पितरो योषं लुप्तपिण्डोदकक्रियः दोषैरेतैः कुलज्ञानं वर्णसंकारकारकैः उत्साध्यन्ते जातिधर्मः कुलधर्माश्च शाश्वतः उत्सन्न कुलधर्माणां मनुष्याणां जनार्दन नरके नियतं वासो भवतीत्यानुशुश्रुमा अहो बत महत्पापम् कर्तुं व्याचिता वयम् यद्राज्यसुखलोभेन हन्तुं स्वजनमुद्यतः यदि मामाप्रतीकारम् अशस्त्रं शस्त्रपाणयः धातराष्ट्रारणे हन्यो स्तन्मे क्षेमतरं भवे सञ्जय उवाच एवमुक्त्वार्जुनः सङ्खे रथोपस्थोपाविशत् विसृज्य सशरं चापम् शोकसंविघ्नमानसः इति श्रीमद्भगवद्गीतासु उपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे अर्जुनविषादयोगो नाम प्रथमोऽध्यायः।